सर्वेभ्यः अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्। अस्माकं विषयः अस्ति प्रेरणार्थनिचि इति, तत्र प्रयोज्यकर्तुः कर्मत्वम् इति विषयः अनुवर्तते। प्रयोज्यकर्तुः कर्मत्वम् इत्यस्मिन् सन्दर्भे तत्र कर्मणि प्रयोगे व्यवस्था कथमस्ति इति अस्माभिः तत्र गतवर्गे चर्चिता आसीत्। सामान्यतया तत्र किमस्ति, एका कारिका वर्तते, बुद्ध्यार्थक भक्षार्थक शब्दकर्मकान् शब्दकर्मकाणां निजेच्छया प्रयोजकर्मणि अन्येषां न्यन्तानां लादयो मताः इति कारिका। तर्हि बुद्ध्यर्थकदातवः भक्षार्थकदातवः शब्दकर्मकदातवः सन्ति चेत् तत्र प्रयोजकर्तुः कर्मत्वं लभ्यते। तर्हि इदानीं तत्र तिङ्प्रत्ययः कर्मार्थे विहितः चेत् तदानीं प्रयोज्यकर्म उक्तं भवति तिङ्प्रत्ययेन, नो चेत् तत्र गौणकर्म उक्तं भवति। प्रयोज्यकर्म एव प्रधानकर्म, प्रयोज्यकर्म उक्तं भवति तिङ्प्रत्ययेन, नो चेत् गौणकर्म उक्तं भवति। यदुक्तं यद् अनुक्तम् अस्ति तद् तस्य द्वितीया विभक्तिः भवति, अनुक्ते कर्मणि द्वितीया इत्यनेन। यदुक्तम् उक्तस्य प्रथमा विभक्तिः भवति इति तत्र बुद्ध्यर्थकानां भक्षार्थकानां शब्दकर्मकाणां व्यवहारः। अन्ये ये दातवः सन्ति, यत्र प्रयोज्यकर्तुः कर्मत्वं सम्भवति, इत्युक्ते गत्यर्थकदातवः अथवा अकर्मकदातवः अथवा विशिष्टसूत्रेण अथवा वार्तिकेन यत्र कर्मत्वं सम्भवति, तादृशधातूनां विषये प्रयोज्यकर्तुः कर्मत्वं भवति। यदा प्रयोज्यकर्तुः कर्मत्वम् अस्ति तदानीं तत्र तिङ्प्रत्ययेन प्रयोज्यकर्म एव उक्तं भवति, गौणकर्म अनुक्तमेव भवति। अतः गौणकर्मणः सर्वदा द्वितीयाविभक्तिः भवति, प्रयोज्यकर्मणः प्रथमाविभक्तिः सर्वदा भवति इति अन्येषां धातूनां व्यवस्था। इदानीम् अन्ये ये अवशिष्टदातवः यत्र कर्मत्वमेव न सम्भवति, प्रयोज्यकर्तुः कर्मत्वमेव न सम्भवति, तत्र कथमस्ति इति चेत् तत्र तु कर्मत्वमेव न सम्भवति इति कृत्वा कर्तृत्वमेव भवति, प्रयोज्यकर्ता इति एव वर्तते इति कृत्वा तादृशप्रयोज्यकर्ता अनुक्तमस्ति। यतोहि प्रयोगः कर्मणि प्रयोगः, कर्म एव उक्तं भवति कर्मणि प्रयोगे, कर्ता अनुक्तः इति कृत्वा कर्तुः तत्र तृतीयाविभक्तिः भवति, अनुक्तकर्तरि अनुक्ते कर्तरि तृतीयाविभक्तिः भवति इति तत्र एतादृशव्यवस्था अस्ति। तर्हि अत्र अन्तिमः एकः परिच्छेदः अस्ति, तत् पठित्वा अभ्यासं प्रति गच्छामः। तत्र गतिबुद्धिप्रत्यवसानार्थशब्दकर्मकर्मकाणामणिकृतासनौ रुक्रोरण्यतस्यां चेति सूत्रे उक्तान् धातून् विहाय अन्येषां धातूनां विषये नियमः इति यद् मया उक्तं तस्यैव विषये विवरणमस्ति, एकवारं पठामः। यत्र कर्मत्वं न सम्भवति तत्र, अस्तु वंसि भगिनी पठतु। अस्तु, गतिबुद्धिप्रत्यवसानार्थशब्दकर्म अकर्मकाणाम् अणिकर्तासनौ ऋगोरण्यतरस्यां च इति सूत्रे उक्तानां धातूनां विहाय अन्येषां धातूनां विषये नियमः। बुद्ध्यर्थकधातून्, भक्षार्थकधातून्, शब्दकर्मकधातून्, गत्यर्थकधातून्, अकर्मकधातून्, हृधातुं, कृधातुं च विहाय अन्ये ये धातवः सन्ति तेषां तु लकारादिप्रत्ययेन अन्यन्तावस्थायां यत् कर्म अस्ति तदेव एव उक्तं भवति। अतः तत् कर्म अभिहितम् इत्यतः तस्य प्रथमा विभक्ति एव भवति। एतेषां धातूनां योगे प्रयोज्यकर्तुः तृतीया विभक्तिः एव भवति अनुक्तत्वात्। स्मर्तव्यं यत् प्रयोज्यकर्ता कर्मसंज्ञां न प्राप्नोति एव केनापि सूत्रेण इति कृत्वा तस्य प्रथमा विभक्ति अथवा द्वितीया विभक्ति नैव सिद्ध्यति। अस्तु, एतत् तृतीयविषयः अस्ति। तत्र बुद्ध्यर्थकधातून् अपि च तत्र शब्दकर्म अकर्मकानां, बुद्ध्यर्थकभक्षार्थकधातकर्मकाणां धातून् विहाय ये अन्ये धातवः सन्ति तेषां विषये अत्र उक्तमस्ति। तत्र बुद्ध्यर्थक भक्षशब्दकर्म गत्यर्थ अकर्मक हृधातु कृधातु एतेषां विहाय अन्ये धातवः, तेषां विषये तत्र प्रयोज्यकर्तुः कदापि कर्मत्वं न प्राप्नोति। तेन कारणेन तत्र प्रयोज्य यदि कर्मणि प्रयोगे वाक्यं रचयामः चेत् तत्र कर्मत्वं यदा न प्राप्नोति तत्र प्रयोज्यकर्तुः सर्वदा तृतीयाविभक्ति एव भवति, यतोहि सः न उक्तः अस्ति. अपि च तत्र गौणकर्म एव प्रथमाविभक्ति प्राप्नोति, यतोहि गौणकर्म उक्तः अस्ति. तत् तेन कारणेन तत्र कर्मणि प्रयोगे ये धातवः अन्येषां धातवः विषये तत्र प्रयोज्यकर्तुः सर्वदा तृतीयविभक्ति प्राप्नोति, अपि च गौणकर्म प्रथमाविभक्ति प्राप्नोति इति एव अत्र स्मर्तव्यमस्ति अस्मिन् परिच्छेदे. अपि च तत्र कर्मसंज्ञा न प्राप्नोति केनापि सूत्रेण, तत्र प्रथमाविभक्ति अस्तु तदेव उक्तवती. अन्यत् किमपि अस्ति वा भगिनि तत्र? श्रूयते वा? हरि ओम्. हरि ओं, श्रूयते वा? अहं श्रूयते. क्षम्यतां, म्यूट् कर्तुं शक्तमासीत्. सम्यक्. अत्र केवलं किं तत्र परिष्करणीयम् इति चेत्, यत् अत्र लिखितं तत् सर्वं भवत्या उक्तं. तत्र केवलं किं कर्तव्यम् इति चेत्, तत्र न केवलं गतिबुद्धिप्रत्यवसानार्थशब्दकर्म कर्मकाणाम् अणिकर्ता सणौ इति सूत्रं, चक्रोरन्यतरस्याम् इति सूत्रम्, अपि च वार्तिकैः अपि ये दातवः वार्तिकैः अपि अत्र कर्मत्वं विधीयते तेषामपि ग्रहणं भवति. वार्तिकैः उक्तैः धातुभिः अथवा वार्तिकैः ये दातवः उक्ताः तान् विहाय अन्ये ये दातवः सन्ति तेषां विषये एव तत्र प्रयोज्यकर्तुः कर्मत्वं न सम्भवति इति कृत्वा तत्र तृतीयविभक्तिः भवति. वयं तु सप्तवार्तिकानि पठितवन्तः. निवाह्योर्ना नियन्त्रकर्तकस्य वहे निषेधः, आदिखाद्योर्न पक्षेर्हिंसार्थस्य न जल्पतिप्रभृतीनाम् उपसङ्ख्यानं विशेष्य शब्दायतेर्न अभिवादितृशोरात्मनेपदे वेति वाच्यम् इति सप्तवार्तिकानि एव पठितानि. अस्तु, आं सत्यं भगिनि. तेषां विषये अपि प्रयोजकर्तुः कर्मत्वं प्राप्तुं शक्नोति, यत्र एतेषां विहाय अन्येषां धातूनां विषये तत्र अस्य परिच्छेदस्य कार्यं भवति इति. तत्र किञ्चित् परिष्करणं, परन्तु तत्र वार्तिकानां विषये अपि तत्र स्मर्तव्यम्. उदाहरणं पठतु. यज्ञदत्तेन देवदत्तेन मधुकर्कटी खाद्यते. अस्तु, तत्र खाद् इति धातुः अस्ति, भक्षार्थकधातुः नास्ति, भक्ष इति धातुः नास्ति. तेन कारणेन तत्र प्रयोज्यकर्तुः द्वितीयाविभक्ति कर्मत्वं न प्राप्नोति. अतः यत्र कर्मणि प्रयोगे वयं वाक्यं रचयामः तत्र प्रयोज्यकर्तुः तृतीयाविभक्ति एव भवति, प्रथमाविभक्ति न भवति. परन्तु मधुकर्कटी इति उक्तः अस्ति, तेन कारणेन तत्र गौणकर्म प्रथमाविभक्ति प्राप्नोति, मधुकर्कटी खाद्यते इति. द्वितीय उदाहरणम् सर्वं सम्यक् अस्ति, परन्तु केवलं किम् अस्ति इति चेत् खाद् धातुः वस्तुतः भक्षार्थकः अस्ति. हा, परन्तु भक्ष इति धातुः नास्ति न तत्र, भक्षार्थकः अस्ति. हा अस्तु, भक्षि नास्ति चेदपि अत्र किमुक्तं, बुद्ध्यर्थकः, बुद्धिः इत्यस्मिन् अर्थे ये दातवः सन्ति, भक्ष इत्यस्मिन् अर्थे ये दातवः सन्ति, अतः खादु धातुः भक्षार्थकः अस्ति, प्रत्यवसानार्थकः अस्ति. सत्यं, परन्तु खाद्योर्न इति तत्र यद् रूपम् अस्ति तत् सम्यक् अस्ति, परन्तु कथं प्रतिपादनीयम् इति चेत्, यद्यपि खादु धातुः भक्षार्थकः अस्ति, गतिबुद्धिप्रत्यवसानार्थकः इति सूत्रेण प्रयोज्यकर्तुः कर्मत्वं प्राप्तम् अस्ति, परन्तु आदिकाद्योर्न इति वार्तिकेन निषिद्धम् इति कृत्वा प्रयोजकर्तुः कर्मत्वं न लभ्यते. यज्ञदत्तेन देवदत्तेन विप्राय कौः दाप्यते. अत्र दाप् इति धातु अस्ति, दाप् धातु केनापि सूत्रेण मूलधातुः कः? दापि अस्ति वा दा धातु अस्ति वा अन्यन्तवस्थायां धातुः दा ददाति इति अस्ति वा दाप्यते इति दादातुः ददाति ददाति दा ददाति दाप्यते इति आकारः अस्ति इति पुग पुक् आगमः भवति इति दाप्यते इति चिन्तयामि अतः तत्र दाधातु केनापि सूत्रेण नो चेत् वार्तिकेन तत्र प्रयोज्यकर्तुः कर्मत्वं न प्राप्नोति किमपि वार्तिकं नास्ति इति चिन्तयामि अस्तु अतः तेन कारणेन तत्र प्रयोज्यकर्तृत्वमेव भवति प्रयोज्यकर्तुः कर्तृत्वमेव भवति कर्मत्वं न प्राप्नोति अतः देवदत्तेन इति प्रयोज्यकर्तुः भवति अपि च तत्र गौणकर्म गौः इति प्रथमाविभक्ति एव भवति प्रयोजकर्ता तु सर्वदा तु यज्ञदत्तेन तृतीयविभक्ति एव अस्ति ततः तत्र यज्ञदत्तेन देवदत्तेन विप्रायकौः दाप्यते इति रूपं भवति समीचीनम् अस्तु समीचीनं धन्यवादः भगिनि धन्यवादः इदानीं तत्र अग्रे विजयलक्ष्मी भगिनी अग्रे पठति वा अन्यानि इति भवति अन्यानि आं भगिनि अधः अन्यानि उदाहरणानि दत्तानि कर्तरीप्रयोगः कर्मणि प्रयोगः इति स्तम्भद्वयम् अध्यापकः शिष्यं वेदं बोधयति इति कर्तरीप्रयोगः अध्यापकेन शिष्यः वेदं बोध्यते अपि च अध्यापकेन शिष्यं वेदः बोध्यते इति विकल्पेन रूपद्वयं सम्भवति कारिका अस्ति खलु महिला शिशुं किञ्चित् तत्र प्रतिपादयतु तत्र किम् अस्ति कर्तरीप्रयोगे कथम् अस्ति कर्मणि प्रयोगे कथम् अस्ति इति प्रतिपादयतु तेन अभ्यासः जायते अस्तु अत्र बुध् धातु अस्ति कर्तरीप्रयोगः धातु अत्र बुध् इति अस्ति बुध् धातु अस्ति इति कृत्वा गतिबुद्धिप्रत्यवसानात् शब्दकर्म कर्मकाणाम् अणिकर्तसणौ इति सूत्रेण बुध् धातोः योगे प्रयोज्यकर्तुः कर्मसंज्ञा प्राप्नोति अपि च कर्मसंज्ञा प्राप्नोति इति कृत्वा कर्मणि द्वितीया इति द्वितीयाविभक्ति विभक्त्यां भवति अन्यन्तवस्थायां वाक्यं किम् अस्ति इति वदतु अन्यन्तावस्थायां शिष्यः वेदं बोधति इति अस्ति अध्यापकः शिष्येण सोरि अध्यापकः शिष्यं वेदं बोधयति इति ण्यन्तावस्थायां कर्तरीप्रयोगः अत्र कर्मणि प्रयोगः प्रयोगे कारिका अस्ति खलु तत्र कारिका वदति यत् बुद्धिभक्षार्थयोः शब्दकर्मणां निजेच्छया इति अतः अत्र तु बुद्धि इत्यर्थे एव क्रियापदम् अस्ति अतः अस्माकं विवक्षानुगुणम् अत्र रूपद्वयं सम्भवति यदा गौणकर्म किम् उक्तं भवति क्रियाद्वारा बुद्ध धातुद्वारा यदा गौणकर्मणः उक्तं भवति तदा अध्यापकेन शिष्यः वेदं बोध्यते इति भवति अपि च यदा प्रयोज्यकर्तुः कर्मसंज्ञा भवति तदा प्रधानकर्मणः यदा उक्तं भवति तदा अध्यापकेन शिष्यं वेदः बोध्यते इति रूपं भवति उल्टा उक्तवती न शिशि तत्र प्रयोज्यकर्म उक्तं भवति चेत् किं भवति वाक्यम् प्रयोज्य कर्म उक्तं भवति चेत् प्रयोज्यकर्म प्रथमविभक्त्यां भवति, अतः अध्यापकेन शिष्यः वेदं बोध्यते इति भवति. यदा गौणकर्मणः क्रियापदेन उक्तं भवति तदा अध्यापकेन शिष्यं वेदः बोध्यते इति रूपं भवति. बहु सम्यक्, सम्यक्, धन्यवादः भगिनि. इदानीं तत्र अरुणा भगिनी तृतीयं. भगिनि, महिला शिशुम् अन्नं भोजयति, निजन्तकर्तरिप्रयोगः भोजयति भुजिटाततः. अन्यन्तावस्थायां वाक्यं कथं भवति? शिशुः अन्नं भुङ्क्ते भगिनि, भुज्यते, भुज्यते, हा भुङ्क्ते, भुङ्क्ते अथवा भुनक्ति, भुनक्ति, ओके. अधुना कर्मणि रुदादिगणीयधातुः, रुदादिगणीयधातुः भुज्, ओके, ओके. भुज्यते भुज्धातु गतिबुद्धि प्रत्यवसान शब्दकर्म कर्मकाणाम् इति सूत्रेण, दीर्घसूत्रेण भुज्धातु प्रयोज्यकर्म प्रधानकर्म अस्ति. शिशुः इति मन्ये मन्ये, अतः महिलया शिशुः अन्नं भोज्यते अथवा महिलया. कर्तरिप्रयोगे प्रथमतया वदतु, कर्तरिप्रयोगे वदतु कथमस्ति. कर्तरिप्रयोगे महिला शिशुम् अन्नं भोजयति. कथं शिशुम् अन्नम् इति कथमस्ति? भुज्धातु कर्मसंज्ञा भवति भगिनि, गतिबुद्धि सूत्रेण गौण कर्म द्वितीयविभक्ति भवति. प्रयोज्यकर्तुः कर्मत्वं, कर्मत्वं भवति, ततः शिशुम् अन्नम् इति अस्ति. सम्यक्. कर्मणि प्रयोगे, कर्मणि महिलया शिशुः अन्नं भोज्यते वा मले महिलया शिशुम् अन्नं भोज्यते, अत्रापि भुज्धातु अस्ति. ततः गौणकर्म प्रधानकर्म शिशुः इति कर्मसंज्ञा भवति, गतिबुद्धि प्रत्यवसानसूत्रेण, अतः शिशुः प्रथमाविभक्ति भवति, गौणकर्म द्वितीयविभक्ति भवति. महिलया शिशुः अन्नं भोज्यते कृत्वा कृते शिशु अन्नम् इति प्रथमकार्यम् इति मन्यते, महिलया शिशुम् अन्नं भोज्यते इति रूपं भवति. अन्नम् इत्यस्य का विभक्तिः? प्रथमाविभक्ति भगिनि. उत्तमम्, बहु समीचीनं, धन्यवादः. तर्हि तत्र भुज्धातुः भक्षार्थकः अस्ति इति कृत्वा एतादृशी व्यवस्था. अस्तु, समीचीनं. तर्हि अग्रे मीना भगिनी. आचार्यः छात्रं वेदम् अध्यापयति, अत्र धातु ई धातु किल, अधि इति उपसर्गं तत्र अधीते अस्ति इति चिन्तयामि. तत्र वेदम् अध्यापयति इति कारणेन शब्दकर्म धातु अस्ति. अन्यन्तावस्थायाम् आचार्यः छात्रं वेदम् अध्यापयति, शब्दक गतिबुद्धि तत्र एव इदानीं तत्र बजर् मम पार्श्वे बजर् नास्ति, नो चेत् अहं तत्र नोदयामि. अत्र अन्यन्तावस्थायां वाक्यम् अन्यन्तायां वा ओ अन्यन्तावस्थायां नास्ति. आचार्यः अनु छात्रः वेदम् अधीते इति अस्ति सम्यक्। छात्रः वेदम् अधीते इति सर्वदा निजन्तप्रसङ्गे सर्वदा अन्यन्तवस्थायां वाक्यम् इति सर्वदा स्मर्तव्यम्। नो चेत् भ्रमः भवति, कः कर्ता, प्रयोजकर्ता, कः प्रयोजककर्ता इति सर्वं तत्र स्पष्टता न भवति। इत्युक्ते आरम्भकाले, अग्रे गत्वा यदा अभ्यासः भवति तदानीं ज्ञातुं शक्यते, परन्तु आरम्भकाले सर्वदा भ्रमः मास्तु इति चेत् अन्यन्तवस्थायां वाक्यं किं, प्रयोज्यकर्ता कः, तत्र कर्मपदं शुद्धकर्म किम् इति एतत् सर्वं सर्वसम्यक्तया अवगच्छामः चेत् कुत्रापि दोषः न भवति। अस्तु, इदानीं वदतु कर्तृप्रयोगे। कर्तृप्रयोगे आचार्यः छात्रं वेदम् अध्यापयति इति दत्तं, तत्र अध्यापयति इति शब्दकर्म दातु किल, अध्यापति इति गत्यर्थबुद्धि गतिबुद्धिप्रत्यर्थावसानार्थशब्दकर्म अकर्मकाणाम् अणिकर्ता सचरणौ इति सूत्रेण प्रयोजकर्ता कर्मत्वं भवति, तस्मात् शिशुं छात्रं सारि आचार्य छात्रम् इति द्वितीयविभक्ति कर्मत्वं भूत्वा द्वितीयाविभक्ति भवति। आचार्य छात्रं वेदम् अध्यापयति, तत्र तादृशमेव कर्म कर्तरि अन्यन्तवस्थायां कर्मणि प्रयोगे आचार्येण छात्रः वेदं किमर्थं तादृशमेव ण्यन्तवस्थायाम् इत्युक्तं, तदेव ण्यन्तवस्था। इदानीं यद् वाक्यम् अस्ति तत्र आचार्यः छात्रं वेदम् अध्यापयति, तदेव ण्यन्तवस्था। ण्यन्तवस्था इत्युक्ते निजन्तप्रयोगः इत्यर्थः। मया किम् उक्तं भगिनि? कर्तरि यन्त्रस्थायाम् आचार्यः छात्रं वेदम् अध्यापयति, शुद्धं वा? इदानीं कर्मणि प्रयोगे आचार्येण छात्रः वेदम् अध्याप्यते, अत्र कर्मणि प्रयोगे शब्दकर्म दातु, तस्मात् वार्तिकेन बुद्धिपक्षार्थयोः शब्दकर्मणां निजेच्छया प्रयोज्यकर्मण्य कर्मण्येषां ण्यन्तानां लाभयोमतः इति विवक्षा अस्ति तत्र, यत्र प्रयोज्यकर्ता प्रधान कारिकया प्रयोजकर्ता उक्तं भवति, तस्मात् छात्रः इति प्रथमा विभक्ति भवति, आचार्येण छात्रः वेदमध्याप्यते, अथवा गौणकर्म उक्तं भवति, आचार्येण छात्रं वेदः, यत्र गौणकर्म उक्तं भवति तस्मात् वेदः प्रथमा विभक्ति, छात्रं वेदः अध्याप्यते इति अस्ति। सम्यक्, समीचीनं, धन्यवादः। अग्रे शोभा भगिनी, अत्र प्रश्नाः सन्ति चेत् पृच्छन्तु, सर्वं स्पष्टमिति मन्ये। शोभा भगिनी अग्रे। आं भगिनि, माता बालं मन्दिरं गमयति इति कर्तरिप्रयोगे, तत्र बालः मन्दिरं गच्छति इति अन्यन्त अवस्थायाम्, अतः बालः मन्दिरं गच्छति। सम्यक्, तर्हि बालः प्रयोज्यकर्ता भवति। इदानीं गमयति इत्यस्मिन् तत्र गम् धातुः गत्यर्थकधातुः, अपि च अतः तत्र वार्तिकया प्रयोज्यकर्मण्यन्तेषाम् अन्येषां प्रयोज्यकर्मणि अन्येषां ण्यन्तानां लादयो मताः, तत्र विकल्पः नास्ति। कर्तरिप्रयोगे वदन्ति अस्ति खलु इदानीम्, अग्रे किं करणीयम् इति विषये। सत्यं भगिनि, कर्तरिप्रयोगे माता माता बालः किम् इदानीं तत्र कर्तरिप्रयोगे निजन्तवाक्यम् अस्ति, अहम् अण्यन्तावस्थायाम् उक्तवती प्रयोज्य कर्म कर्ता कः इति. इदानीम् अग्रे मात्रा बालः मन्दिरं गम्यते इति दत्तमस्ति. कर्तरिप्रयोगे किमस्ति इति एकवारं प्रतिपादयतु. तत्र अस्तु, माता बालं मन्दिरं गमयति इत्यत्र माता इति प्रयोजककर्ता कर्त्री, बालः इति प्रयोज्यकर्ता, प्रयोज्यकर्तुः कर्मसंज्ञा भवति तत्र गतिबुद्धिप्रत्ययवसान गतिबुद्धिप्रत्ययवसानार्थशब्दकर्मा कर्मकाणाम् अणि कर्ता सणौ इति सूत्रेण, यतोहि गत्यर्थकधातुः अस्ति गम् इति, इत्यनेन प्रयोज्यकर्तुः कर्मसंज्ञा भवति. माता बालं मन्दिरं गमयति इति कर्मद्वयं भवति तत्र. प्रयोज्यकर्ता बालः, तस्य कर्मपदं बालम् इति भवति तत्र. इदानीं कर्मणि प्रयोगे, कर्मणि प्रयोगे, कर्मणि प्रयोगे मात्रा बालः मन्दिरं गम्यते इति अस्ति. तत्र बालः इति प्रथमविभक्तौ दृश्यते. इदानीं यत् तदेव यत् वार्तिकं पूर्वम् उक्तवती, तत्र गत्यर्थकानाम् अकर्मकाणां धातूनां विकल्पः नास्ति. इत्युक्ते प्रयोज्य कर्तुः तत्र प्रयोज्यकर्मणः एव प्रथमाविभक्तिः भवति तत्र, गौणकर्मणः द्वितीया एव भवति इति. तत्र प्रयोज्यकर्तुः कर्मत्वं किं तत्र कर्मत्वं तत्र, यतोहि बुद्ध्यर्थकभक्षार्थकशब्दकर्मकधातूनां वैकल्पिकं विकल्पः अस्ति. प्रयोज्यकर्तुः प्रथमा अपि भवति, कर्मत्वम् अपि भवति, उक्तम् अपि भवति, प्रधानकर्म अपि भवति, गौणकर्म अपि भवति. किन्तु गत्यर्थकानाम् अकर्मकाणां विषये विकल्पः नास्ति, अतः तत्र प्रयोज्यकर्म एव उक्तं भवति. अतः तत्र वाक्य एकमेव वाक्यम् अस्ति, वैकल्पिक वाक्यं, यत्र प्रयोज्यकर्तुः कर्म भवति कर्मणि प्रयोगे, तत् न दर्शितम्. अतः मात्रा बालः मन्दिरं गम्यते इति एव भवति, प्रयोज्यकर्तुः उक्तः इति कृत्वा तस्य प्रथमविभक्तिः एव भवति. इदानीम् एकम् उक्तं चेत् अन्ये सर्वे अनुक्ताः भवन्ति इति कृत्वा तत्र मन्दिरम् इति द्वितीयविभक्ति एव भवति कर्मणि द्वितीया इत्यनेन. सम्यक्, उत्तमम् उत्तमं, बहु समीचीनम्. तर्हि इदानीम् अग्रे तत्र किं विजया भगिनी अग्रे करोति वा? नमस्कारः महोदय, करोमि. नमस्कारः. अत्र पुत्रः पितरम् आस न प्रथमम् अत्र अत्र अन्यन्त अवस्थायां अन्यन्त अवस्थायाम् अत्र किमस्ति चेत् अत्र पितरम् आसीत्. पुत्रः पितरम् आसयति, अत्र पुत्रः आसति खलु महोदय? पुत्रः पितरं हासयति इत्यत्र पुत्रः इति किम् अस्ति? पुत्रः किम् अस्ति? पुत्रः प्रथमविभक्तिकर्ता वा प्रयोजककर्ता वा? पुत्रः प्रयोजककर्ता वा प्रयोज्यकर्ता? पितरमेव प्रयोज्यकर्ता, पुत्रः प्रयोजककर्ता. सम्यक्, समीचीनं. तर्हि इदानीम् अन्यन्तावस्थायां वाक्यं किं भवति? अत्र पुत्रः असति, न पुत्रः इति किमर्थं पुत्रः प्रयोजककर्ता खलु पिता असति इत्युक्ते अन्यन्त अवस्था इत्युक्ते किं सामान्यतया यथा वाक्यं भवति अहं किमपि कार्यं करोमि बालकः कार्यं करोति अथवा बालकः हसति इति सामान्यवाक्यमस्ति तदेव अन्यन्तवस्था इदानीं यदा प्रेरणा भवति सः स्वयं न हसति परन्तु अन्यः तं प्रेरयति तदानीं वयं किं वदामः पिता बालकं हासयति इति वदामः तर्हि तत्र अन्यन्तवस्थायां वाक्यं किं बालकः हसति एवमेव अत्रापि पिता हसति भ्रमः पिता हसति पिता हसति कर्तरिप्रयोगे अत्र पुत्रः प्रयोजककर्ता पुत्रः प्रयोजककर्ता पुत्रः पितरम् आसयति अत्र निजन्त अवस्थायाम् अस धातोः आसयति इति निजन्तप्रयोगे कर्तरिप्रयोगे अस्ति अत्र आसयति इति अत्र गत्यर्थक बुद्ध्यर्थक इति सूत्रेण अस्ति एव खलु महोदय अत्र गत्यर्थक भवती वदतु न भवती वदतु गत्यर्थक बुद्ध्यर्थकः अस्ति वा अत्र आम् हास हासि इति धातुः गत्यर्थकः वा बुद्ध्यर्थकः वा किं किमस्ति बुद्ध्यर्थक खलु महोदय अत्र हसति इति बुद्ध्यर्थकः अस्ति वा हसति इति गति नास्ति बुद्धि नास्ति प्रत्यवसानार्थ शब्द शब्दम् इति स्वीकुर्मः चेत् खलु हस आसयति इति शब्दम् आगच्छति शब्दः आगच्छति इति भिन्नवार्ता शब्दकर्म इत्युक्ते यस्य धातोः कर्म शब्दरूपेण अस्ति यस्य धातोः कर्मपदं शब्दरूपेण अस्ति वेदं बोधयति अथवा वेदं पाठयति इत्यत्र वेदः शब्दः अस्ति तादृशवेदः कर्मपदम् अस्ति पटधातोः इति कृत्वा पटधातुः शब्दकर्मकः अत्र हस्धातोः साक्षात् शब्दः अस्ति परन्तु शब्दकर्मकः नास्ति अतः कारिका अत्र प्रयोगं कुर्मः भाव एतदपि कारिकायाः कर्तरिप्रयोगे कारिकायाः किमपि कार्यं नास्ति अस्तु कर्मणि एव अस्ति खलु कर्तरिप्रयोगे हस्धातुः कीदृशः इत्युक्ते प्रथमतया अत्र प्रयोज्यकर्तुः कर्मत्वं भवति वा न वा प्रयोज्यकर्तुः कर्मत्वं भवति एव पितरं पुत्रः पितरम् आसयति इति अत्र प्रथमं पितरं कर्मत्वं प्राप्नोति कथं प्राप्नोति द्वितीयाविभक्ति भवति सर्वं सम्यक् कथं प्राप्नोति इति तावद् वदतु अत्र कर्मणि द्वितीया इति सूत्रेण पितरम् इति कर्मत्वं प्राप्नोति न कर्मणि द्वितीया कर्मणि द्वितीया इति सूत्रेण कर्मसंज्ञाविधानं नास्ति कर्मणि द्वितीया इति सूत्रस्य कार्यं किम् कर्मणि द्वितीय इति सूत्रस्य कार्यं किं तत्र सूत्रे एव अस्ति खलु कर्मत्वम् अस्ति चेत् अत्र द्वितीय भवति इति तर्हि कर्मसंज्ञायाः विधानं नास्ति कर्मसंज्ञायाः विधानं केन सूत्रेण अत्र इतरम् इत्यत्र कर्मसंज्ञा अस्ति खलु तत्र केन सूत्रेण भवती गत्यर्थकः बुद्ध्यर्थकः प्रत्यवसानार्थकः शब्दकर्मकः इति तावदेव तत्र परिशीलितम् अत्र इतोपि अस्ति खलु तस्मिन् सूत्रे अकर्मकाणाम् अत्र किम् अस्ति हस्तात् अकर्मकः अस्ति वा आम् अकर्मकः एव अत्र किमर्थं खलु अकर्मकाणाम् अनिकर्तास नौ इति सूत्रेण अत्र पितरम् इति द्वितीय कर्मत्वं प्राप्नोति, अतः पुत्रः पितरम् आसयति इति कर्तरिप्रयोगे अस्ति, निजन्तप्रयोगम् आसयति इति. सम्यक् कर्मणि. अत्र केवलम् अत्र केवलं तावदेव वदामि यत् यदा वयं वदामः सूत्रेण किं कार्यम् इति यदा वदामः तदानीं प्रतिबुद्धिप्रत्यवसानार्थशब्दकर्म कर्मकाणाम् अणिकर्तासणौ इति सूत्रेण द्वितीया विभक्तिः इति तथा न वक्तव्यम्. गतिबुद्धिप्रत्यवसानार्थशब्दकर्म कर्मकाणाम् इति सूत्रेण कर्मसंज्ञा, तत्पश्चात् कर्मणि द्वितीया इति सूत्रेण द्वितीया विभक्तिः इति एवं वदामः चेत् स्पष्टतया भवति. अस्तु महोदय, इदानीं कर्मणि प्रयोगे न्यन्तावस्थायां कर्मणि प्रयोगे पुत्रेण तृतीया विभक्ति भवति, अनन्तरं पिता आस्यते इति प्रथमा विभक्ति एकवचनं भवति. अत्र कर्ता अत्र उक्तमस्ति, अतः अत्र प्रयोज्य कर्तुः प्रथमा भवति. समीचीनं वा महोदय? कर्ता उक्तमस्ति इति न वक्तव्यं. यदा कर्ता उक्तम् अत्र कर्मणि प्रयोगे अस्ति खलु वाक्यं, कर्मणि प्रयोगे कर्ता कथम् उक्तं भवति? न, अत्र कर्मसंज्ञा प्रथमा विभक्ति भवति पिता इति. हा, इत्युक्ते तत्र यथा पूर्वं तत्र उक्तं गतिबुद्धिप्रत्यवसानार्थकः इति सूत्रेण तत्र पिता इति प्रयोज्य कर्तुः कर्मत्वं भवति प्रथमतया. इदानीं हास्यते इति कर्मणि प्रयोगे अस्ति इति कृत्वा कर्म उक्तं भवति. अत्र कर्म किं, प्रयोज्य कर्म इति एकमेव अस्ति, यतोहि धातुः अकर्मकः, अतः पिता इति एकमेव तत्र कर्म अस्ति इति कृत्वा कर्म उक्तम् अस्ति इति कृत्वा कर्मणः प्रथमाविभक्तिः, पुत्रेण पिता इति अस्ति. धन्यवादः महोदय. समीचीनं, तर्हि इदानीम् अग्रे तत्र कः विनय महोदय अग्रे. आं भगिनि, आचार्यः शिष्यं पद्यार्थं जल्पयति, अर्यन्त शिष्यः पद्यार्थं जल्पति. अतः धातुमस्ति जल्प, वयं जानीमः जल्प व्यक्तायाम वाचि धातु अस्ति. अहं किञ्चित् दृष्टवान् कुत्रपि जल्पत्यादि नाम उपसङ्ख्यानाम् प्रयोज्यस्य अशब्दकारकत्वे अपि कर्मत्वं भवति. केवलं कर्मत्वं सन्दर्भं वदामि, अन्य कोऽपि विषयः नास्ति. अतः अस्ति जल्पयति शिष्य, अत्र शब्दकर्मकः नास्ति, पद्य शर्ब शब्दकर्मकं कर्म धातु न कारणे न भवति, परन्तु अत्र अस्ति ण्यन्त व्यवस्था, आचार्यः शिष्यं पद्यार्थं जल्पयति. जल्पयति तु वयं जानीमः प्रत्यय अस्ति णिच्, सनादि अस्ति, तर्हि जल्प योगा ह्रस्वकार, तर्हि जल्पि ह्रस्वकार अथवा जल्पि, तदनन्तरं सार्वधातुकाधुकधातुकयोः जल्पे भवति, तदनन्तरम् एचो ये वावः इत्यादि सन्धि भवति, जल्पयति भवति. तदर्थं प्रश्नः उदेति कर्मणि सम्बन्धे कारका महत्त्वमस्ति वयं जानीमः, परन्तु अत्र जल्पधातुः वयं दृष्टवान् यदि गत्यर्थ अस्ति तर्हि केवलं प्रयोज्य प्रथमा एव भवति, परन्तु यदि गत्यर्थक अकारकं वेदा अर्थात् प्रत्यवधानार्थक तदनन्तरं प्रत्यवसा बुद्धिः प्रत्यवसास्य अपि च शब्दकर्मक तर्हि एव उक्तवस्था अनुक्तव्यवस्था आयाति. अत्र अस्ति जल्प. जल्प गतिबुद्धि सूत्र मूलसूत्र गतिबुद्धिप्रत्यवसानार्थशब्दकर्म कर्म कर्मकाणामाणि कर्तासाणौ अन्तर्गता नास्ति. जल्पधातु अतः जल्पधातु जल्पधातुः प्रयोज्यकर्ता प्रयोज्यकर्ता जल्पधातु अहं केवलम् एकः प्रश्नः क्षम्यतां. गतिबुद्धि अत्र कार्तिकव्यवस्था अस्ति. कार्तिकव्यवस्थाधारेण कर्मत्वम् अस्ति अथ परन्तु अन्यविषया कारकसम्बन्धे कर्मणि सम्बन्धे कारक महत्त्वम् अस्ति. अत्र यदा कारकसम्बन्धे गति इव कर्म नास्ति नापि अन्य त्रयशब्द धातवः अस्ति तर्हि केवलम् अत्र कर्मणि भवति. कर्मणि सामान्यतया यथा वयं जानीमः अत्र अस्ति बाल कुत्र अस्ति आचार्य आचार्य अस्ति तर्हि आचार्येण तृतीया शिष्यः 311 पद्यार्थं जल्प्यते. यदि वयं जानीमः जल्पयति तर्हि स्पष्टतया जल्पयते आयाति यथा यकार अपि च आत्मेपदि तदनन्तरं जल्प्यते निष्पन्नः. समीचीनम्. इत्युक्ते तत्र गतिबुद्धिप्रत्यवसानार्थकः इति सूत्रेण कर्मत्वं न प्राप्तं. तदर्थं तत्र वार्तिकमस्ति जल्पति प्रवृत्तीनाम् इति वार्तिकेन प्रयोजकर्तुः कर्मत्वं विहितमस्ति. अतः अपि च कारिकायाः आधारेण अत्र बुद्ध्यर्थकः नास्ति भक्षार्थकः नास्ति शब्दकर्मकः अपि नास्ति इति कृत्वा अत्र अस्य धातोः कृते प्रयोजकर्तुः कर्मत्वं तादृशप्रयोजकर्मणः प्रयोजकर्म एव उक्तं भवति तिङ्प्रत्ययेन इति कृत्वा प्रयोजकर्मणः एव प्रथमाविभक्तिः भवति. अस्तु समीचीनम्. तर्हि इदानीम् अग्रे उमा भगिनी. अस्तु तर्हि शुभदा भगिनी करोतु. आं भगिनि. बालकः शिशुं शुनकं दर्शयति कर्तरिप्रयोगे. तस्य कर्मणि प्रयोगे बालकेन शिशुः शुनकं दर्श्यते इति भवति. अत्र कर्तरिप्रयोगे अन्यन्तवाक्यं भवति शिशुः शुनकं पश्यति. तस्य णिजन्ते कर्तरिप्रयोगे बालकः शिशुं शुनकं दर्शयति. दर्श इति धातुः गतिबुद्धिप्रत्यवसानार्थशब्दकर्मकर्मकाणां कर्ता अणिकर्तासणौ इति सूत्रेण इति सूत्रे दर्श इति धातुः पठितः नास्ति. परन्तु दृशेश्च इति एकं वार्तिकमस्ति येन वार्तिकेन दृश इति धातोः ण्यन्तवस्थायां प्रयोज्यकर्ता कर्मत्वं प्राप्नोति. अतः बालकेन कर्मत्वं प्राप्नोति. परन्तु तत्तु अन्यतमः अस्ति गतिबुद्धिप्रत्यवसानार्थ इत्यस्मिन् तु नास्ति, अवशिष्टः धातुः अस्ति इति कृत्वा तत्र प्रयोज्यकर्तुः प्रयोज्यकर्ता अस्मिन् वाक्ये कर्मत्वं तु भवति, अपि च तिङ्प्रत्ययेन अपि उक्तः भवति इति कृत्वा तस्य प्रथमा विभक्तिः भवति. अत्र प्रयोज्यकर्ता अस्ति शिशुः, अतः शिशुः इत्यस्य प्रथमा विभक्तिः. प्रयोजककर्तुः तु सर्वदा तृतीया विभक्तिः एव कर्मणि प्रयोगे. अतः बालकेन शिशुः, शुनकः इति गौणकर्म तस्य, क्षम्यतां, गौणकर्म तस्य अत्र द्वितीया विभक्तिः एव. अतः बालकेन शिशुः शुनकं. दृश इति धातुः, तस्य णिजन्ते दर्शि इति सनादिधातुः, सनाद्यन्ताधातवः इत्यनेन तस्य धातुसंज्ञा. तस्य कर्मणि रूपं दर्श्यते इति भवति. अतः पूर्णं वाक्यं भवति बालकेन शिशुः शुनकं दर्श्यते इति. तत्र दृष्धातुः बुद्ध्यर्थकः नास्ति वा? दृष्धातुः इति वयं पठितवन्तः विशेषज्ञानधातुः, ज्ञानार्थकधातुः अस्ति, विशेषज्ञानार्थकधातुः. यतोहि पञ्चेन्द्रियैः यत् ज्ञानं वयं प्राप्नुमः तत्तु विशेषज्ञानम् इति उच्यते. ततः तत्र दृश्य, स्मर इति, श्रवणे इति, ये धातवः पञ्चेन्द्रियाणां क्रियाः दर्शयन्ति, ते धातवः विशेषज्ञानधातवः इति उच्यते. ते तद् ज्ञानं सामान्यज्ञानं नास्ति. यत् बुध इति बुधप्रभृतिभ्यः धातुभ्यः वयं लभ्यते. दृश इति धातुः विशेषज्ञानार्थकधातुः. अतः तस्य कृते तस्य उल्लेखः गतिबुद्धिप्रत्यवसानार्थ इत्यस्मिन् नास्ति. तस्य कृते अन्यत् एकं वार्तिकं तत्र रचितं, दृशेश्च इति. तेन कर्मसंज्ञा प्राप्नोति, प्रयोज्य कर्तुः कर्मसंज्ञा प्राप्नुमः. समीचीनम्. अस्तु, सम्यक्, धन्यवादः. तर्हि इदानीम् अग्रे सूर्यकुमारी भगिनी अग्रे वदति वा? आं भगिनि. स्वामी कर्मकरं कथं हारयति? स्वामी कर्मकरं घटं हारयति निजन्तकर्तरिप्रयोगे अस्ति. अनिजन्तं कर्मकरः घटं हरति. सम्यक् भगिनि? कर्मकरः घटं, आम् सत्यं, कर्मकरः घटं हरति. हृधातुः अकर्मकधातुः अस्ति वा? घटम् अस्ति चेत् न, सकर्मक एव. कर्मणि प्रयोगे स्वामिना कर्मकरः घटं हार्यते. हार्यते एकमेव अस्ति, एकरूपमेव अस्ति. अत्र कर्मत्वं कथमस्ति? कर्म प्रयोज्यकर्तुः कर्मत्वम् अस्ति, वार्तिकेन अस्ति, वार्तिकं वा सूत्रं वा सूत्रं हृ हृक्रोरन्यतरस्याम् अन्यतरस्याम् इत्यनेन विकल्पेन कर्मत्वं भवति वा भवति प्रधानकर्म एव उक्तमस्ति कर्मकरः गौणकर्म द्वितीय भवति कर्मणि प्रयोगे कर्मकरः एव उक्तमस्ति स्वामिना कर्मकरः घटं हार्यते कर्तरिप्रयोगे कथमस्ति इति उक्तं वा कर्तरिप्रय आम् कर्मकरः घटं हरति न अन्यन्तवस्थायाम् इति नास्ति अन्यन्तवस्थायाम् उक्तवती परन्तु कर्तरिप्रयोगे कथमस्ति कर्तरि स्वामी कर्मकरं घटं हास्यति हार्यति क्षम्यताम् हारयति किमर्थं हार्यते इति हारयति इत्युक्ते तद् किञ्चित् प्रतिपादयतु तत्र कर्तरिप्रयोगे कथमस्ति इति प्रतिपादयतु तत्र स्वामी कर्मकरः द्वितीय भवति कथं प्रथमाविभक्ति भवति न द्वितीयविभक्तिः भवति तत् दृश्यते वाक्यं पठामि चेत् दृश्यते परन्तु किं कथं द्वितीयविभक्तिः इति किञ्चित् प्रतिपादयतु ओ कर्मकरः हृ धातुः अन्यतरस्याम् इत्यनेन उक्तमस्ति प्रयोजकर्ता उक्तमस्ति तत्कारणेन द्वितीय भवति इत्युक्ते तत्र हृक्रोर् अन्यतरस्याम् इति सूत्रेण विकल्पेन प्रयोज्यकर्तुः कर्मत्वं भवति इति वक्तव्यं खलु आम् कर्मसंज्ञा भवति प्रथमं कर्मणि द्वितीय इत्यनेन द्वितीयविभक्ति भवति अस्तु समीचीनं तर्हि तत्र विकल्पेन भवति इति उक्तं यस्मिन् पक्षे न भवति तस्मिन् पक्षे वाक्यं कथं भवति कर्तरि कर्मणि उभयत्र स्वामी कर्तरि कर्मणि स्वामी कर्मकरः कर्तरिप्रयोगे प्रथमतया वदतु कर्तरिप्रयोगे ओ कर्तरिप्रयोगे कर्मकरः घटं हरति हरति निजन्तप्रयोगे स्वामी कर्मकरः घटं हारयति कर्मकरः वा किमर्थं कर्मकरः कथं कर्मकरः कर्मकरेण कर्मकरेण घटं हरति हारयति किमर्थं तत्र हरति इति वदति हरति इति नण्यन्तवस्थायां खलु क्षम्यतां भगिनि हारयति निजन्तप्रयोगे स्वामी कर्मकरेण घटं हारयति सम्यक् अहं जानामि भवती जानाति इति अहं जानामि अतः एव अहं पृच्छामि भवती सर्वं जानाति परन्तु मनसि यदस्ति तद् न वदति तावदेव अस्तु सम्यक् तर्हि तत्र स्वामी कर्मकरेण घटं हारयति इत्यत्र अत्र अन्यतरस्यां हृक्रोर् अन्यतरस्याम् इति उक्तत्वात् यस्मिन् पक्षे प्रयोजकर्तुः कर्मत्वं न भवति तस्मिन् पक्षे कर्तृत्वमेव तिष्ठति कर्तृत्वमेव तिष्ठति इति कृत्वा अनुक्तकर्तरि तृतीयभवति हा सम्यक् इदानीं कर्मणि प्रयोगे वदतु कर्मणि प्रयोगे स्वामिना कर्मकरं घटं हार्यते कर्मकरम् इति कथं तत्र कर्मकरम् इति प्रतिपादयतु. अन्यतरस्याम् इत्यनेन गौणकर्म प्रथमाविभक्ति भवति. प्रधानकर्म द्वितीय भवति. न, अन्यतरस्याम् इति वदामः चेत् तत्र अन्यतरस्याम् इत्यस्य कः अर्थः? शुक्रोर् अन्यतरस्याम् इत्यनेन अन्यतरस्यां किं भवति? एकपक्षे कर्मसंज्ञा भवति, अन्यपक्षे अन्यस्मिन् पक्षे कर्मसंज्ञा न भवति. कर्मसंज्ञा न भवति चेत् का संज्ञा भवति तत्र? द्वितीय भवति. न, का संज्ञा भवति इति मया पृष्टम्. ओ, का संज्ञा भवति? द्वितीयसंज्ञा न भवति, द्वितीयविभक्ति न, कर्मसंज्ञा न भवति. कर्मसंज्ञा न भवति चेत् का संज्ञा अस्ति तत्र? कां संज्ञां बाधित्वा तत्र कर्मसंज्ञा भवितुम् अर्हति? तत्र किं वदामः? तत्र प्रयोजककर्ता, प्रयोज्यकर्ता इति वदामः खलु? आम् आम्. तर्हि का संज्ञा अस्ति तत्र? प्रयोज्यकर्ता अनुक्तं तत् तृतीय भवति. कर्तृसंज्ञा एव अस्ति खलु तत्र? आम् आम् आम्, कर्तृसंज्ञा अस्ति. कर्मसंज्ञा न भवति चेत् विकल्पेन कर्तृसंज्ञा एव तिष्ठति तत्र. तर्हि कर्तृसंज्ञा अस्ति चेत् किं भवति तत्र? का विभक्तिः? तृतीया भवति. तर्हि वाक्यं स्वामिना कर्मकारेण घटं हार्यते भवति. घटम् इत्यस्य द्वितीयविभक्तिः कथम्? प्रथमाविभक्ति भवति. किमर्थम्? अन्यतरस्यां सूत्रेण कर्मकरः अनुक्तं चेत् तृतीय भवति. गौणकर्म उक्तं चेत् प्रथमाविभक्ति भवति. इत्युक्ते अत्र यत्र प्रयोज्यकर्तुः कर्मत्वमेव न सिद्ध्यति, कर्मत्वमेव न सिद्ध्यति, तर्हि तस्मिन् वाक्ये एकमेव कर्म अस्ति, शुद्धकर्म खलु? आमां, शुद्धकर्म एकमेव कर्म. तदेव कर्म उक्तं भवति तिङ् प्रत्ययेन. तिङ् प्रत्ययेन किमपि कर्म उक्तं स्यात् खलु? कर्मद्वयम् अस्ति चेत् संशयः भवति तत्र. तिङ् प्रत्ययेन किं कर्म उक्तम् इति संशयः. परन्तु प्रयोज्यकर्तुः कर्मत्वमेव न लब्धं चेत् तदानीं गौणकर्म एव उक्तं भवति. तर्हि गौणकर्मणः प्रथमविभक्तिः भवति. वाक्यं पुनः वदतु. स्वामिना कर्मकारेण घटं हार्यते. न, इदानीं सर्वं प्रतिपादितं, तर्हि किमर्थं घटम् इति वदति? ओ, घटः सम्मितं. पुनः अहं चिन्तयामि घटं नपुंसकलिङ्गम् अस्ति. घटः, घटः. आम्, वाक्यं वदतु. स्वामिना कर्मकारेण घटः हार्यते इति अस्ति. अतः तत्र वाक्यद्वयं सम्भवति वस्तुतः. Okay. कर्तरि अपि च कर्मणि. अत्र इदानीं समीचीनम्. इदानीम् उमा भगिनी अस्ति वा? पुनः वदतु अत्र किम् उक्तमिति. न श्रूयते भगिनि. भगिनि, तत्र कर्मकारेण इति कथं भवति? कर्मकरम् इति भवति किल तत्र? कर्मकरेण, कर्मकारेण नास्ति, कर्मकरेण. क्षम्यतां भगिनि. न, ऋकोरन्यतरस्याम् इति सूत्रेण अन्यत् वाक्यद्वयं भवितुम् अर्हति किल तत्र तु? अतः उक्तं खलु वाक्यद्वयम् अस्ति अत्र इति. हा, सत्यं, सा उक्तवती एकस्मिन् पक्षे तु कर्मकरः उक्तः अस्ति, अतः स्वामिना कर्मकरः घटं हार्यते इति भवति. अन्यस्मिन् पक्षे तु तत्र कर्मसंज्ञा न भवति, अस्तु करेण इति भवति, कर्मसंज्ञा न भवति चेत् कर्तृसंज्ञा तिष्ठति, सत्यं योजकर्तुः कर्तृसंज्ञा तिष्ठति, कर्तृसंज्ञा तिष्ठति चेत् अनुक्तत्वात् तृतीया भवति, अस्तु अस्तु भवती एव वदतु एकवारं तत्र किम् अस्ति इति आरम्भतः वदतु, सर्वेषां बोधः भवतु. तत्र तु वाक्यमस्ति स्वामी कर्मकरं घटं हारयति इति कर्तृप्रयोगे अस्ति ण्यन्तावस्थायाम्. अण्यन्तावस्थायां तत्र प्रयोज्यकर्तुः कर्ता भवति, अतः कर्मकरः घटं हरति इति अस्ति. तत् अण्यन्तावस्थायां हृ इति धातु अस्ति, तेन कारणेन हृकोरण्यतरस्याम् इति सूत्रेण प्रयोज्यकर्तुः रूपद्वयं भवितुमर्हति. एकस्मिन् पक्षे कर्मत्वं प्राप्नोति, एकस्मिन् पक्षे कर्तृत्वमेव तिष्ठति. अतः एकं वाक्यं तु कर्तरिप्रयोगे ण्यन्तावस्थायां स्वामी कर्मकरं, कर्मकरम् इति ऋकोरण्यतरस्याम् इति सूत्रेण कर्मत्वं प्राप्नोति. घटं तु कौणकर्म अस्ति, कौण् घटं हारयति इति भवति. अन्यस्मिन् पक्षे यत्र प्रयोजकर्तुः कर्मत्वं न प्राप्नोति तत्र स्वामी कर्मकरेण घटं हारयति इति भवति, यतोहि तत्र कर्मकरः इति कर्मत्वं न प्राप्नोति, कर्तृत्वमेव तिष्ठति. तेन कारणेन ण्यन्त अवस्थायां तत्र कर्तृत्वं कर्तुकरणीयस्तृतीया इति सूत्रेण तत्र कर्मकरेण इति भवति इति ण्यन्त अवस्थायां कर्तृप्रयोगे तत्र. हा, अधुना तु कर्मणि प्रयोगे किं भवति इत्युक्ते यदा प्रयोजकर्तुः कर्मत्वं प्राप्नोति तत्र क्रिया धातुना तत्र प्रयोजकर्तुः उक्तः अस्ति, क्रियया तत्र उक्तः अस्ति, तेन कारणेन तत्र कर्मणि प्रयोगे ण्यन्त अवस्थायां स्वामिना कर्मकरः घटं हार्यते इति भवति, यतोहि कर्मकरम् इति कर्मणि प्रयोगे कर्मकरः भवति इति भवति. द्वितीय अन्यस्मिन् पक्षे यत्र कर्मकरः कर्मत्वं न प्राप्नोति तत्र कर्तृसंज्ञा एव तिष्ठति, अतः तत्र तेन कारणेन स्वामिना कर्मकरेण घटः हार्यते. अधुना तु कौणकर्म उक्तः अस्ति, यतोहि तत्र प्रयोजकर्तुः कर्मत्वं न प्राप्नोति, अतः कौणकर्म प्रथमाविभक्ति प्राप्नोति, घटः हार्यते इति भवति. समीचीनम्, उत्तमम्, उत्तमं, बहु सम्यक्, समीचीनं, धन्यवादः भगिनि. इदानीम् अग्रे विजयलक्ष्मी भगिनी. अग्रे अहं वक्तुमिच्छामि भगिनि. ओ भवती, हा अस्तु अस्तु, विजयलक्ष्मी भगिनी इदानीं वदति, अनन्तरं वदतु. हा अस्तु, यजमानः यज्ञदत्तेन यज्ञदत्तं कार्यं कारयति. उपरि अपि एवमेव लेखनम् आसीत् खलु भगिनि, कर्मकरेण लिखितं, तेन किञ्चित् चिन्तनं भवतु इति. अस्तु, यजमानः यज्ञदत्तेन यज्ञदत्तं कार्यं कारयति. अत्र हृक्रोर् अन्यतरस्याम् इति सूत्रेण कर्मसंज्ञा विकल्पेन विधीयते इति कारणेन प्रयोज्यकर्तुः एकस्मिन् पक्षे यदा कर्मत्वं कर्मसंज्ञा भवति तदा यजमानः यज्ञदत्तं कार्यं कारयति इति भवति ण्यन्तावस्थायां. यदा अन्यतरस्यां यदा न कर्मसंज्ञा न प्राप्नोति तदा कर्तृत्वमेव भवति, अतः कर्तृकर्मणोः तृतीया इत्यनेन तृतीयाविभक्त्यां भवति, यजमानः यज्ञदत्तेन कार्यं कारयति इति साधुरूपं सिद्ध्यति द्विप्रकारकः. अत्र कर्मणि प्रयोगे यदा यज्ञदत्तम् इति अस्ति, तत्र कर्मसंज्ञा यदा यज्ञ प्रयोज्यकर्तुः यदा कर्मसंज्ञा भवति तदा कर्मणि प्रयोगे प्रधानकर्म तु यज्ञदत्तं दत्तः अस्ति इति कृत्वा यजमानेन यज्ञदत्तः कार्यं कार्यते. कार्यमिति गौणकर्म अस्ति इति कृत्वा यजमानेन यज्ञदत्तः कार्यं कार्यते इति रूपं सिद्ध्यति. अपि च यज्ञदत्तेन यदा अन्यतरस्यां यदा यज्ञदत्तः तृतीयाविभक्त्यां भवति कर्तृसंज्ञा यदा यज्ञ प्रयोज्यकर्तुः कर्तृसंज्ञा भवति तदा कर्मणि प्रयोगे क्लेशः नास्ति. तत्र तु एकमेव कर्मपदम् अस्ति इति कृत्वा यजमानेन यज्ञदत्तेन कार्यं कार्यते इति रूपं सिद्ध्यति. अत्र कर्मपदम् एकमेव अस्ति इति कृत्वा कार्यम् इत्यस्य प्रथमाविभक्तिः भवति उक्तं भवति कृधातुतः उक्तं भवति इति कृत्वा कार्यम् इत्यस्य प्रथमाविभक्ति यजमानेन यज्ञदत्तेन कार्यं कार्यते इति भवति. सम्यक् सम्यक् समीचीनम्. अनिजन्तावस्थायां वाक्यम् अनिजन्तावस्थायां वाक्यं न उक्तं वा वदतु भगिनी तदपि. अनिजन्तावस्थायां यज्ञदत्तः कार्यं करोति इति कर्तरिप्रयोगः. कर्मणि प्रयोगे यज्ञदत्तेन तत् उक्तं कार्यं क्रियते इति तदपि वक्तुं शक्यते. अस्माभिः तत्र कर्मणि प्रयोगे वाक्यं किम् इति न चिन्तितं तदपि वक्तुं शक्यते. सम्यक् समीचीनम् अस्तु. अग्रे लक्ष्मी भगिनी वदतु. आं भगिनि, यजमानः कर्मकरेण उद्यानं सेचयति इति निजन्तवाक्यं कर्तृप्रयोगे. तस्य अनिजन्तवाक्यं भवति कर्मकरः उद्यानं सिञ्चति इति भवति. सिच् धातुः, सिच् धातुः गत्यर्थकः नास्ति, बुद्ध्यर्थकः नास्ति, प्रत्यवसानार्थकः अपि नास्ति, शब्दकर्म नास्ति, शब्दकर्मधातुः नास्ति, अकर्मकः अपि नास्ति. तेन गतिबुद्धिप्रत्यवसानार्थशब्दकर्म अकर्मकानाम् अणिकर्तसनौ इति सूत्रस्य प्रभावः न प्रसक्तिः नास्ति. अतः यत्र निजन्दवाक्यं भवति तत्र एकमेव रूपं भवति. पुनः प्रयोज्यकर्तुः कर्मसंज्ञा न प्राप्नोति इति कारणात् तृतीयविभक्ति एव भवति. कर्तृकर्मणोः तृतीया इति सूत्रेण. अतः यजमानः प्रयोजककर्ता, प्रयोज्यकर्ता कर्मकरः तृतीया विभक्ति प्राप्नोति कर्मकरेण उद्यानं सेचयति इति कर्तरिप्रयोगे. अत्र समीचीनं खलु भगिनि? आं सम्यक् अस्ति. अत्र कर्मणि प्रयोगे यजमानेन कर्मकरेण उद्यानं सेच्यते इति अस्ति खलु. कर्मकरेण उद्यानं सेच्यते इति अस्ति. अत्र अनिजन्दवाक्यं भवेत् कर्मकरेण उद्यानं सिच्यते इति कर्मकरेण उद्यानं सिच्यते इति अनिजन्दवाक्यम् अनिजन्दवाक्यं भवेत्. अत्रापि अत्र कारिकायाः बलमस्ति वा इति चिन्तनीयम्. अत्र पुनः बुद्धिपक्षार्थकः अपि नास्ति, बुद्ध्यर्थकः अपि नास्ति, शब्दकर्मकः अपि नास्ति. अतः निजेच्छायाः प्रसक्तिः नास्ति. परन्तु केवलम् एक एव किं पक्षः अस्ति अत्र प्रयोज्यकर्तुः प्रयोज्यकर्ता उक्त्वम् उक्तं भवति खलु अत्र प्रयोज्यकर्ता उक्तं भवति इति कारणे अत्र कर्मकरः इति स्यात् वा यजमानेन कथं प्रयोज्यकर्ता उक्तम् अत्र अन्येषां धातूनां कृते तु प्रयोज्य कर्मत्वं कथं प्राप्तम् इति वक्तव्यं खलु न प्रथमतया अत्र प्रयोज्यकर्तुः कर्मत्वं भवति वा इति चिन्तनीयं हा कर्मत्वम् अत्र सामान्यधातुः अस्ति सिच् इति तेन अत्र कर्मत्वं प्राप्नोति प्रत्ययेन प्रत्ययेन कर्मत्वं प्राप्नोति खलु न प्रत्ययेन कर्मत्वं प्राप्नोति इति नास्ति अत्र प्रयोज्यकर्तुः कर्मत्वं कथं भवति उक्तं भवति इति भिन्नवार्ता इदानीं प्रयोज्यकर्तुः कर्मत्वं भवति वा न वा इति प्रश्नः मूलप्रश्नः कर्मत्वं गतिबुद्धिप्रतिवसनात् इत्यनेन न भवति अपि अन्येन वार्तिकेन अन्येन सूत्रेण अन्येन वार्तिकेन अपि न भवति हा तर्हि कर्मत्वं न भवति चेत् का संज्ञा भवति तत्र कर्मत्वं न भवति चेत् अत्र कर्तृसंज्ञा एव भवति इति वा अस्तु कर्तृसंज्ञा एव भवति कर्तृसंज्ञा एव भवति इदानीं कर्मणि प्रयोगः अस्ति तर्हि अत्र वाक्यं कथं भवति कर्मणि प्रयोगे यजमानेन कर्मकरेण इति कर्तृ कर्मकर् कर्तृकर्मणो तृतीय इत्यनेन तृतीयविभक्ति भूत्वा अत्र कर्मकरेण इति भवति वा अस्तु तत्र सिच् सेच्यते इत्यत्र कर्मणि प्रयोगे अस्ति इति कृत्वा कर्म उक्तं भवति इति कृत्वा प्रयोज्य कर्तुः कर्मत्वं भवति इति नास्ति कर्म उक्तं भवति तर्हि अत्र कर्म किम् अस्ति अत्र एकमेव कर्म अस्ति उद्यानम् अतः तदेव उक्तं भवति अतः उद्यानम् इत्यस्य प्रथमविभक्तिः अस्तु यत्र कर्मद्वयम् अस्ति तत्र संशयः भवति कस्य प्रथमाविभक्तिः इति तदा तदानीं कारिकायाः प्रयोगः परन्तु अत्र तु प्रयोज्यकर्तुः कर्मत्वमेव नास्ति अतः वाक्ये एकमेव कर्मपदम् उद्यानं तस्य प्रथमविभक्तिः कर्ता तु अनुक्तमस्ति अनुक्तः अस्ति कर्ता इति कृत्वा तस्य तृतीया विभक्तिः भवति उद्यानं नपुंसकलिङ्गं भवति वा महोदय आमां नपुंसकलिङ्गमेव अत्र भगिनी भगिनी अत्र कर्मकरः इति प्रथमाविभक्ति किमर्थं किं कर्मकरः इति प्रथमाविभक्ति किमर्थं कुत्र अस्ति तत्र करपत्रे अस्ति वा प्रिण्ट् प्रिण्ट् औट् मध्ये अस्ति वा तत्र प्रायः पूर्वं पश्यन्ति अस्ति अत्र कर्मकरेण इति स्यात् पी डि एफ् मध्ये अस्ति वा भगिनि अन्तिमपङ्क्तिः पूर्वं पश्यतु भगिनि यजमानः इति अस्ति यजमानः कर्मकरेण अनन्तरं प्रिण्ट् पी डि एफ् मध्ये यजमानेन कर्मकरः उद्यानं सेच्यते इति अस्ति दोषः अस्ति भगिनि स्क्रीन् मध्ये यजमानेन कर्मकरेण उद्यानं सेच्यते एव अस्ति दोषः अस्ति तत्र पी डि एफ् परिष्करोमि तत्र पी डि एफ् मध्ये दोषः अस्ति स्क्रीन् मध्ये सम्यक् अस्ति स्क्रीन् मध्ये सम्यक् भगिनि इत्युक्ते अत्र संक्षिप्तरूपेण एतादृशं वक्तुं शक्यते यत् सिच् इति धातुः इति कारणेन अत्र प्रयोज्य कर्तुः कर्मत्वं कदापि न प्राप्यते इति कारणेन कर्मणि निजन्त अवस्थायां च तस्य कर्मत्वं न प्राप्नोति, तर्हि तस्य कर्तृसंज्ञा एव प्राप्नोति, तेन कर्मकरेण इति निजन्त अवस्थायां च कर्मकरेण इति एव भवति इति समीचीनं वा? इति अस्ति, यजमानेन कर्मकरेण उद्यानं सेच्यते. अस्तु. माता बालकेन तण्डुलं पाचयति इति अस्ति. अत्रापि पच्छधातुः भक्षणार्थकः अपि नास्ति खलु, बुद्ध्यर्थकः नास्ति, प्रत्यवसानार्थः अपि नास्ति, गत्यर्थकः अपि नास्ति, शब्दकर्म अपि नास्ति, अकर्मकः धातुः अपि नास्ति. अतः अत्र निजन्दावस्थायां, क्षम्यता, अनिजन्दावस्थायां बालकः तण्डुलं पचति इति स्यात्. अनिजन्दावस्थायां कर्तरिप्रयोगे माता अत्र अत्रापि पच्छधातुः यद्यपि कर्मसंज्ञा न प्राप्नोति इति कारणात् निजन्तावस्थायाम् इति वक्तव्यं खलु, यन्तावस्थायां. हा, सत्यं सत्यं, यन्तावस्थायां प्रयोज्य कर्तुः कर्मत्वं न प्राप्नोति. अतः माता प्रयोजककर्ता, प्रयोज्यकर्ता बालकेन एव तृतीया एव प्राप्नोति कर्तृकरणीयस्तृतीया इति सूत्रेण. तण्डुलं पाचयति इति ण्यन्तावस्थायाम् एकमेव रूपं भवति, कर्मत्वं न प्राप्नोति इति कारणेन. तथा च कर्मणि प्रयोगे मात्रा बालकेन तण्डुलः पाच्यते, अत्र अणिजन्तावस्थायां रूपं स्यात् बालकेन तण्डुलः पच्यति, पच्यते बालकेन तण्डुलः पच्यते इति स्यात्. अत्रापि पच्यधातुः किं कारिकया कर्मत्वं न प्राप्नोति इति कारणेन प्रयोज्य कर्ता, तस्य तृतीया विभक्ति एव तिष्ठति कर्तृकरणीयस्तृतीया इत्यनेन कर्मणि प्रयोगे च निजन्तावस्थायां च. तेन ण्यन्तावस्थायां रूपं स्यात् मात्रा प्रयोजककर्ता अस्ति, बालकेन प्रयोज्य कर्तुः तृतीया विभक्ति, तण्डुलः इति इदानीं कर्म अस्ति, तिङ्प्रत्ययेन उक्तमस्ति, अतः तण्डुलः इति प्रथमा विभक्तिः भवति. पाच्यते इति निजन्तारूपम् अस्ति, पच्यधातुः कर्मणि निजन्तरूपम् अस्ति, पाच्यते, अतः मात्रा बालकेन तण्डुलः पाच्यते इति एकमेव रूपम् अस्ति. समीचीनं, बहु समीचीनं, धन्यवादः. तर्हि इदानीम् अग्रे मीना भगिनी. अभ्यासः अभ्यासः अन्यन्तावस्थायां वाक्यानि दत्तानि, अन्यन्तावस्थायां तेषां वाक्यानां ण्यन्तावस्थायां कर्तरिप्रयोगे अपि च कर्मणि प्रयोगे च उच्यताम्. रामः हसति, प्रयोजककर्ता सहोदरः इति उक्तं, तत्र दत्तम् हसति इति अकर्मकः धातु प्रथमम्. अकर्मकधातु इति कारणेन इदानीं गतिबुद्धिप्रत्यावर्त अवसनार्थशब्दकर्म कर्म अकर्मकाणाम् अणिकर्ता च न इति सूत्रेण कर्मत्वं भवति प्रयोज्यकर्ता रामः कर्मत्वं भवति, तस्मात् रामः न सहोदर इदानीं सहोदरः रामं, तत्र रामः प्रयोज्यकर्ता कर्मत्वं भवति तस्मात् द्वितीया विभक्ति कर्मणि द्वितीया इति सूत्रेण तत्र सहोदरः रामं हासयति हसदातु निजन्ते हासयति कर्मणि अवस्था कर्मणि ण्यन्त अवस्थायां तत्र सहोदरेण रामः हास्यते तत्र रामः इति उक्तं भवति तस्मात् प्रथमाविभक्ति कारेण उक्तं भवति तस्मात् सहोदर प्रयोजक सहोदरेण रामः हास्यते इति कर्मणि प्रयोगे कर्मपदं कर्मपदमेव नास्ति खलु रामेण भावे प्रयोगः रामेण इति भवति खलु न अत्र रामः इत्यस्य कर्मसंज्ञा भवति खलु आम् आम् अकर्मकप्रयोगे रामः इत्यस्य कर्मसंज्ञा न भवति वा निजन्त भवति निजन्त अकर्मकधातुः खलु भवति अकर्मकधातुः अतः गतिबुद्धिप्रत्यवसानार्थशब्दकर्म अकर्मकाणाम् इति अस्ति अतः अकर्मकधातुः इति कृत्वा प्रयोज्यकर्तुः कर्मत्वं भवति इति कृत्वा प्रथमाविभक्ति अस्तु अत्र अण्यन्तवस्थायां कर्मणि प्रयोगे वाक्यं किं भवति अण्यन्तवस्थायां किं भगिनि कर्मणि प्रयोगे वाक्यं कर्मणि प्रयोगे अन्यन्तवस्थायां वाक्यं कर्मणि प्रयोगे अन्यन्तवस्थायां रामः हस्यते कर्मणि प्रयोगे कर्मणि प्रयोगे पृष्टम् अतः रामः इति मा वदतु रामेण हस्यते हस्यते रामेण हस्यते इति नास्ति हस्यते अन्यन्तवस्थायां निच् नास्ति खलु अस्तु समीचीनं तर्हि इदानीम् अग्रे शोभभगिनी अग्रे आं भगिनि बालकः विद्यालयं गच्छति इति वाक्यं कर्तरि प्रयोगे अण्यन्तावस्थायां बालकः इति प्रयोज्यकर्ता इदानीं गम् इति धातुः अपि च तत्र बालकेन विद्यालयः गम्यते इति कर्मणि भवति अण्यन्तावस्थायां अपि च बालकः प्रयोज्यकर्ता भवति पिता इति प्रयोजक कर्ता इति दत्तं क्षम्यतां भगिनि भवती पूर्वमपि गम् धातोः विषये उक्तवती खलु आं भगिनि अस्तु अस्तु इदानीं मास्तु अन्य इदानीं तत्र अरुणा भगिनी वदतु क्षम्यताम् आं भगिनि बालकः विद्यालयं गच्छति पिता प्रयोजककर्ता बालकः विद्यालयं गच्छति कर्मणि निजन्तरूपम् अस्ति कर्तृप्रयोगे पिता पित्रा बालकं विद्यालयं गम्यते भगिनि गमयति कर्मणि प्रयोगे अनन्त अवस्थायां गम्यते धातु बालकेन विद्यालयः गम्यते कर्मणि प्रयोगे निरन्तररूपं प्रा बालकेन विद्यालयः गम्यते किमर्थं बालकेन विद्यालयः गम्यते, कथं प्रतिपादयतु. प्रयोज्यकर्ता अस्ति गम् दातु गतिबुद्धि प्रत्यवसंगचते कर्मसंज्ञा भवति. ततः उक्तमस्ति चेत् न उक्तम् बालकः एव भगिनि पित्रा बालक प्रथमतया बालकस्य कर्मसंज्ञा भवति वा न वा? भवति भगिनि गतिबुद्धि. सम्यक्. तर्हि इदानीं कारिकायाः आधारेण वदतु, गम् धातुः अस्ति चेत् तत्र किं भवति, किम् उक्तं भवति? कर्तुकर्मणो न, अत्र गम् धातुः अस्ति चेत् कारिकायाः आधारेण किम् उक्तमस्ति? इदानीं कर्मद्वयम् अस्ति, बालकः इत्यस्यापि कर्मसंज्ञा अस्ति, विद्यालयम् इत्यस्यापि कर्मसंज्ञा अस्ति. तयोः मध्ये गम्यते इति तिङ् प्रत्ययेन किम् उक्तं भवति? अत्र कारिकायां किम् उक्तमस्ति, कारिकायाः द्वितीयवाक्यं किम् अस्ति? गत्यर्थकान् अकर्मकानां दातनम् अनुक्तार् कृत्प्रत्ययेन प्रयोजकर्म एव पित्रा बालकः विद्यालयं गम्यते. उत्तमं, तथैव अस्ति. पित्रा बालकः विद्यालयं गम्यते इत्युक्ते बुद्ध्यर्थकः, भक्षार्थकः, शब्दकर्मकः इति एतान् विहाय अन्ये ये दातवः, येषां कर्मत्वं भवति, प्रयोज्यकर्तुः कर्मत्वं भवति, तत्र प्रयोज्यकर्म एव उक्तं भवति इति कृत्वा बालकः इत्यस्य प्रथमाविभक्तिः भवति. अस्तु, शोभगिनी अग्रे. आम् भगिनि, शिशुः ओदनं भुङ्क्ते इति अण्यन्तवस्त्रं वाक्यं कर्तरिप्रयोगे. शिशुना ओदनः भुज्यते इति कर्मणि अण्यन्तावस्थायां. शिशुः इति प्रयोज्यकर्ता. इदानीं भुज् इति धातुः, अपि च भक्षणे भुज् इति धातुः भक्षणकार्ये कार्यार्थे भक्षणार्थे भवति इति कृत्वा तत्र अपि च प्रयोजककर्ता अस्ति माता. तत्र पुनः वार्तिके बुद्धिभक्षार्थयोः शब्दकर्मणां च निजेच्छया इत्यनेन तत्र कारिकया, क्षम्यतां, कारिकया वैकल्पिक वाक्यद्वयं भवति. इदानीं तत्र माता प्रयोजककर्ता अस्ति चेत् शिशुः प्रयोज्य शिशुः इत्यस्य प्रयोज्यकर्मत्वं भवति भवति चेत् तत्र प्रधानकर्म भवति, उक्तं कर्म भवति, तस्य प्रथमाविभक्तिः भवति. अतः मात्रा शिशुम् ओदनं, इदानीं तत्र माता शिशुम् ओदनं, प्रथमं निजन्तवाक्यम् अस्तु, माता शिशुम् ओदनं भोजयति इति भवति गतिबुद्धिप्रत्ययसानार्थकर्मका शब्दकर्माकर्मकाणाम् अणि कर्तासनौ इत्यनेन प्रयोज्य कर्तुः कर्मत्वं भवति. अतः माता शिशुम् ओदनं भोजयति इति भवति. इदानीं कर्मणि मात्रा प्रयोज्यकर्ता इति मात्रा भवति. मात्रा किं तत्र भुङ्क्ते भुज्यति, भुज्यते इति भवेत् अन्ते, मात्रा न भुज्यते इति नास्ति, इदानीं निजन्तप्रयोगे भोज्यते, क्षमतां भोज्यते, भोज्यते इति भवति. मात्रा इदानीं वक्तुः इच्छा अस्ति चेत् प्रथमविभक्ति भवेत् इति, मात्रा शिशुः ओदनं भोज्यते इति एकः प्रयोगः भवति, नो चेत् मात्रा शिशुम् ओदनः भोज्यते इति अन्यः प्रयोगः भवति. सम्यक्, समीचीनम्. अस्तु, शुभदा भगिनी अन्तिमं करोतु, समापयामः. आं भगिनी, बालः गद्यं पठति, प्रयोजककर्ता अध्यापकः. बालः गद्यं पठति, तस्य कर्मणि प्रयोगे बालेन गद्यः पठ्यते. णिजन्तावस्थायाम् अध्यापकः पठ इति शब्दकर्मकधातुः, अतः गतिबुद्धिप्रत्यवसानार्थ शब्दकर्म कर्मकाणामणिकर्ता सणौ इत्यनेन प्रयोज्यकर्तुः कर्मत्वं भवति. अतः अध्यापकः बालं गद्यं पाठयति इति भवति. तस्य कर्मणि प्रयोगे विकल्पः भवति. एकस्मिन् पक्षे अध्यापकेन बालः गद्यं पाठ्यते, अन्यस्मिन् पक्षे अध्यापकेन बालं गद्यः पाठ्यते इति वाक्यद्वयं भवति. गद्य न न एकक्षणं, गद्य इति शब्दस्य लिङ्गं किम्? अहं नपुंसकलिङ्गं सकलिङ्गं वा? तर्हि द्वयोः वाक्ययोः गद्यमिति एव भवति. तर्हि अध्यापकेन बालः गद्यं पाठ्यते एकं वाक्यम्, अध्यापकेन बालं गद्यं पाठ्यते इति अन्यत् वाक्यम्. सम्यक्. बालेन बालं महोदय, बालः अथवा बालं, बालेन इति नास्ति, यतोहि कर्मत्वं भवति खलु, शब्दकर्मकः अस्ति खलु धातुः, शब्दकर्म अस्ति चेत् एकपक्षे भवति अन्यत् पक्षे न भवति. तदेव उक्तं खलु, न भवति चेत् तृतीय भवति खलु? न न न, कारिकया भवति, कारिकया अत्र अस्माकं विवक्षानुगुणं यत्किमपि उक्तं भवति, प्रयोज्यकर्म उक्तं भवति अथवा गौणकर्म उक्तं भवति, अत्र कर्मत्वं विकल्पेन भवति इति नास्ति. शब्दकर्मकाणां गतिबुद्धिप्रत्यवसानार्थ शब्दकर्म कर्मकाणाम् अणिकर्ता स न इत्यनेन कर्मसंज्ञा नित्यरूपेण भवति, विकल्पेन इति नास्ति. अतः बालः इत्यस्य कर्मत्वं भवति एव. तर्हि बालः इति उक्तं भवति वा न वा इत्यत्र वैकल्पिकम् अस्ति अस्माकं विवक्षानुगुणं. यदा उक्तं भवति तदानीं बालः इति प्रथमविभक्तिः, यदा अनुक्तमस्ति तदानीं द्वितीयविभक्तिः बालम् इति. गद्यम् एकत्र द्वितीयविभक्तिः, अन्यत्र प्रथमविभक्तिः. अवगतं वा? कारिका अत्र तु कर्मत्वं भवति एव, प्रयोज्यकर्तुः कर्मत्वं भवति, यतोहि पट् धातुः इदानीं शब्दकर्मकः अस्ति, प्रयोज्यकर्तुः एककर्म एव कर्मत्वं भवति खलु? न न, द्वयोः कर्मसंज्ञा इदानीं, बालः इत्यपि कर्म, गद्यमित्यपि कर्म, बालः इति प्रधानकर्म, गद्यमिति गौणकर्म. तर्हि प्रधानकर्म गौणकर्म किं कर्म उक्तमस्ति इत्यत्र एव विवक्षानुगुणम्, अस्माकं विवक्षानुगुणं, यतोहि अत्र शब्दकर्मकः अस्ति. कारिकायां किम् उक्तं? बुद्ध्यर्थकः, भक्षार्थकः, शब्दकर्मकः, निजेच्छया इति उक्तं. निजेच्छया इत्युक्ते अस्माकं विवक्षानुगुणं. कः ब्रह्मः? कर्मणि प्रयोगे एव विकल्पः, न तु कर्तरिप्रयोगे. तत्रैव किञ्चित् भ्रमः आसीत् मम अपि, अधुना स्पष्टमस्ति. कर्तरिप्रयोगे तु कर्मत्वं सर्वदा, सूत्रमस्ति खलु, अवगतं वा सूर्यकुमारी भगिनी? किञ्चित् चिन्तयतु. आम् आं भगिनि. कारिका इदानीं कर्मत्वं न भवति न वा इत्यत्र संशयः एव नास्ति. शब्दकर्मकः अस्ति चेत् कर्मत्वं भवति एव प्रयोजकर्तुः. तर्हि इदानीं कर्मणि प्रयोगे प्रयोजकर्तुः प्रथमाविभक्तिः भवति वा द्वितीयाविभक्तिः भवति वा इति प्रश्नः. तदानीं कारिकायाः आधारेण शब्दकर्मकधातुः अस्ति चेत् विवक्षानुगुणं भवति. अतः विकल्पेन रूपद्वयं भवति. यस्मिन् पक्षे प्रयोज्यकर्म उक्तमस्ति तदानीं प्रयोज्यकर्मणः प्रथमाविभक्तिः, गौणकर्मणः द्वितीयाविभक्तिः. अन्यस्मिन् पक्षे यत्र प्रयोज्यकर्म अनुक्तं तदानीं प्रयोज्यकर्मणः द्वितीयाविभक्तिः, गौणकर्मणः प्रथमाविभक्तिः. अस्तु विजया भगिनी, किमस्ति? मया अत्र लिखितम् अध्यापकः बालं गद्यं पाठ्यते. अनन्तरम् अत्र कर्मणि प्रयोगे अध्यापकेन बालः गद्यं पठ्यते इति अस्ति. परन्तु अत्र शुभदा भगिन्या पठ्यते इति कर्मणि प्रयोगे, सामान्यकर्मणि प्रयोगे निजन्तं नास्ति खलु. इदानीं निजन्तवाक्यमस्ति पाठ्यते. अस्तु महोदय, धन्यवादः. हा, कर्तरि प्रयोगे अण्यन्तवस्थायां वाक्यं, ण्यन्तवस्थायां वाक्यं. कर्मणि प्रयोगे अण्यन्तवस्थायां वाक्यं, ण्यन्तवस्थायां वाक्यम्. अण्यन्तवस्थायां पठ्यते, ण्यन्तवस्थायां पाठ्यते. अस्तु, अत्र स्थगयामः. आम् आं भगिनि. आं महोदय, शुभदिनं. नमस्कारः, धन्यवादाः. धन्यवादः, नमस्कारः.